पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायम् 8 ऋषय ऊचुः जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सत्तमः विष्कम्भस्य च ब्रब्रूहि परिमाणं हि तत्त्वदः समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनः शाकद्वीपं च नो ब्रूहि कुशद्वीपं च धार्मिकं शाल्मलं चैव तत्त्वेन क्रौञ्जद्वीपं तथैव च सूत उवाच विप्रासु बहवो द्वीपाः यैरिदं सन्ददं जगद सप्तद्वीपान् प्रवक्ष्यामि शृणुध्वं द्विज पुङ्गवाः अष्टादशसहस्राणि योजनानि द्विजोत्तमाः षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः लवणस्य समुद्रस्य विष्कम्भो द्विगुणस्मृदः नानाजनपदाकीर्णो मणिविद्रुमच्चित्रिदः नैकधातुविचित्रैश्च पर्वतैरुपशोभितः सिद्धचारणसङ्कीर्णैः सागरः परिमण्डलः शाकद्वीपं च वक्ष्यामि यथावदिह सत्तमाः शृणोताद्य यथा न्यायं ब्रुवदो मम धार्मिकाः जम्बूद्वीपप्रमाणेन द्विगुणः सद्विजर्षभाः विष्कम्भेन महाभागाः सागरोऽपि विभागशः क्षीरोदो मुनिशार्दूला येन सम्परिवारितः तत्र पुण्या जनपदास्तत्र न म्रियते जनः कुत एव हि दुर्भिक्षं क्षमा तेजोयुदाहिते शाकद्वीपस्य सङ्क्षेपो यथावन्मुनिसत्तमाः उक्त एष महाभागाः किमन्यत् कथयामि वः ऋषय ऊचुः शाकद्वीपस्य सङ्क्षेपो यथा वदिह धार्मिक उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वदः सूत उवाच तथैव पर्वता विप्राः सप्तात्र मणिपर्वताः रत्नाकरास्तदा सद्यस्तेषां नामानि वर्णये अतीव गुणवत्सर्वं तत्त्वं पृच्छथ धार्मिकाः देवर्षि गन्धर्वयुतः प्रथमो मेरुरुच्यते प्रागायदो महाभागा मलयो नाम पर्वतः तदो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ततः परेण मुनयो जलधारो महागिरिः तदो नित्यमुपादत्ते वासवः परमं जलं तदो वर्षं प्रभवति वर्षाकाले द्विजोत्तमः उच्चैर्गिरी रैवतगो यत्र नित्यं प्रतिष्ठितं रेवती दिविनक्षत्रं पितामहकृतो विधिः उत्तरेण तु विप्रेन्द्राः श्यामो नाम महागिरिः नवमेकप्रभः प्रांशुश्रीमानुज्ज्वलविग्रहः यदश्यामत्वमापन्नाः प्रजामुदितमानसाः ऋषय ऊचुः सुमहान् संशयोऽस्माकं प्राप्तोऽयं सूद यत्त्वया प्रजा कथं सूदसम्यक् सम्प्राप्ता श्यामदामिह सूद उवाच सर्वेष्वेव महाप्राज्ञा द्वीपेषु मुनिपुङ्गवाः गौरः कृष्णश्च पदगास्तयो वर्णान्तरे द्विजाः श्यामो यस्मात् प्रवृत्तो वै तस्मात् श्यामगिरिस्मृदः ततः परं मुनिश्रेष्ठा दुर्गशैलो महोदयः केशरी केशरयुधो यतो वादप्रवर्तते तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः वर्षाणि तेषु विप्रेन्द्राः सम्प्रोक्तानि मनीषिभिः महामेरुर्महाकाशो जलधः कुमुदोत्तरं जलधारो महाप्राज्ञः सुकुमार इति स्मृतः रेवतस्यदु कौमारः श्यामश्च मणिकाञ्चनः केशरस्याधमौदागीपरेण तु महान् पुमान् परिवार्यं तु विप्रेन्द्रादैर्घ्यं ह्रस्वत्वमेव च जम्बूद्वीपेन सङ्ख्यातस्तस्य मध्ये महाद्रुमः शापो नाम महाप्राज्ञाः प्रजास्तस्य सहानुगाः तत्र पुण्याजनपदाः पूज्यते तत्र शङ्करः तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च धार्मिकाश्च प्रजाः सर्वाः चत्वारो गतमत्सराः वर्णास्वकर्मनिरता न च स्तेनोऽत्र दृश्यते दीर्घायुषो महाप्राज्ञा जरा मृत्युविवर्जिताः प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः नद्यपुण्यजलास्तत्र गङ्गा च बहुधा गदा सुकुमारी कुमारी च सीता शीतोदका तथा महानदी जभो विप्रास्तथा मणिजला नदी इक्षुवर्धनिका चैव नदी मुनिवरा स्मृताः ततः प्रवृत्ताः पुण्योदा नद्यः परमशोभनाः सहस्राणां शतान्येव यदो वर्षसि वासवः न तासां नामधेयानि परिस्मर्तुं तथैव च शक्यन्ते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः ततः पुण्या जनपदाश्चत्वारो लोकविश्रुताः मृगाश्च मशकाश्चैव मानसा मलकास्तथा मृगाश्च ब्रह्मभूयिष्ठाः स्वकर्म निरता द्विजाः मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः मानसाश्च महाभागा वैश्यधर्मोपजीविनः सर्वकामसमायुक्ताः शूराधर्मार्थनिश्चिताः शूद्रास्तु मल्लकानित्यं पुरुषा धर्मशीलिनः न तत्र राजा विप्रेन्द्रा न दण्डो न च दण्डिकाः स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परं एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुं एतदेव च श्रोतव्यं शागद्वीपे महौजसि इति श्रीपद्मे महापुराणे स्वर्गखण्डेष्टमोऽध्यायः ॐ